पद्मपुराणं खण्डं 5 पातालखण्डम् अध्यायं 106 शुचिस्मितोवाच आयुष्यवर्धनं भस्माशनं दृष्टं महामुने परलोकगतिं दातुं शक्रमेदं वदस्व मे दधीच उवाच अत्र ते कथयिष्यामि इतिहासं पुरातनं चित्रगुप्तयमाभ्यं च यद्विख्यातं बभूवः मिथिलायां पुरा कश्चिच्चुनः पर्यटते क्षुधा पुरा जन्मशतात्पूर्वं ब्राह्मणपापनिश्चयः पूर्वे वयसि वेदाढ्यशास्त्राढ्यश्च सुबुद्धिमान् सस्नातुं जाह्नवीं गत्वा स्नानं कृत्वा पितृनपि देवान् ऋषीन् समभ्यर्च्य ययौ प्रात्तलिकापुरं प्रतिश्रयमधो चक्रे ब्राह्मणस्य निवेशने तत्रैका क्षत्रियसुधा यौवनस्थाहदप्रिया भ्रष्टराज्या च षट्कोटि निष्कद्रव्येण संयुता भुक्त्वाध शयितं विप्रं सर्वावयवसुन्दरं रात्रौ चन्द्रोदये शुद्धे ज्योत्स्नाः सिदधिङ्मुखे ब्राह्मणाभ्याशमागत्य तमुदीक्ष्येदमब्रवीद कुतस्त्वमागतो विप्र कं वा देशं गमिष्यसि ब्राह्मण उवाच अकालचर्या सर्वेषां शङ्कामुत्पादयो ध्रुवं वयस्थायोर्मिथो वादो रहस्ये हास्यमन्दिरे क्षत्रियोवाच कथाप्रसङ्गे यात्रायां तीर्थे देशादिविप्लवे दुर्भिक्षे ग्रामदहने रहो वादो न दूषितः प्रतिश्रयस्तु मद्गेहे भवतैव पुरा कृतः मद्गेहवासिनी चाहं न शङ्कात्विह कस्यचिद् ब्राह्मण उवाच तूष्णीं भावो मया कार्यो गच्छत्वं शीघ्रमग्रदः इत्युक्त्वा ब्राह्मणेनासौ मनस्सेदमचिन्तयद अनेन सङ्गमो मह्यं यथा भूयात् तथा विधि रोदनं तु करिष्यामि तदा यास्यति सात्वितुं मां च सान्त्वयितुं प्राप्तो मां समुद्धापयिष्यति अहमुत्तिष्ठमानैव दोर्लदा कण्ठसङ्गिनी कुजयुग्मेन तद्गात्रं स्पर्शयन्ती विमूर्छिता गदभानां हिमां दृष्ट्वा निषण्णः स्वयमेव सः उत्सङ्गे मामकं देहं निधास्यदि द्विजाग्रणीः अचेतनेव वसनमपास्य रुदतीव च सुस्निग्धं रोमरहितं पक्वाश्वद्धदलाकृति दर्शयिष्यामि तत्स्थानं कामदेहं सुगन्धि च मयैव विलुण्ठं त्यागे तस्य वस्त्रमपास्यते विलुप्यमानसं तस्य करिष्ये स्ववशं द्विजम् अदृष्टौ यादृशं चित्तं दृष्टौ नैतादृशं भवेद् दर्शने यादृशं चित्तं संलापे नैव तादृशम् संलापे यादृशं चित्तं हास्योक्तौ नैव तादृशम् हास्योक्तौ यादृशं चित्तं स्पर्शेन नैव तादृशं स्पर्शने यादृशं चित्तं योनिदृष्टौ न तादृशं तद्दृष्टौ यादृशं चित्तं योनिस्पर्शेन तादृशं बाहुमूलकुजद्वन्द्वस्वयोनिस्पर्शदर्शनाद् कस्य न स्खलते चेदो रेदस्कन्नं च नो भवद दधी च उवाच इति संचिन्त्यमनसा क्षत्रिया गृहमभ्यगाद स्वगृहद्वारमासाद्य मन्दं मन्दं रुरोद वै चिरङ्कालं च रुदिदं ब्राह्मणकरुणानिधिः स्त्रीबालवृद्धादुरराजयोगिनां विषाग्नितोयाद्रि निपादनादिना दुःखस्य चैवोद्धरणं प्रशस्यते कूपस्य दानेन समं वदन्ति युद्धं विचार्य विप्रोऽसौ शुचिर्भूतप्रसन्नधीः तस्या समीपमगमत्तामुवाच ततो द्विजः अलं शोकेन महदा इहामुत्र विरोधिना शरीरशोषणं ह्येदच्चित्तविध्वंसनं तथा त्यजशोकमिमं बाले न चार्थशोचितेन वै शोकस्य कारणं किं वा येनेद्धं रुद्यते त्वया दधीज उवाच यवमुक्त्वा द्विजेनाथ न स किञ्चिदुवाचः मूर्च्छितेवापदद्भूमौ तमदृष्ट्वेव वीक्षते तामधोद्धापयामास ब्राह्मणपरमार्थविद उद्धितोद्धापिता तेन निपपाद पुनः पुनः पतितां पतितां विप्रो निषद्योद्धाप्यतां पुनः अङ्गमारोपयामास प्रममार्जविलोचने अध सा मूर्च्छितेवासु वसनं परिमुच्यतं दर्शयन्तीस्तनो गुह्यं बहुमूले विलोचने आलम्ब्यखण्डे बाहुभ्यां स्तनाभ्यामस्पृशद्विजं चन्द्रातपश्च विशदो मन्दमारुदसम्भवः अध चिन्तापरो विप्रो नैव कार्यमिदं मम पितुर्वा माधुरुचितं पत्युर्वाधगुरोस्तथा असम्बुद्धस्य मे सर्वं विपरीतं विभाधि वै अथ कामसमायादो रहस्ये स्थितयोस्तयोः विव्याधनिशितैर्बाणैर्द्विजं कामो दुरात्मवान् स्मर बाणातुरो विप्रश्चिन्तयामास कामुकः इयं सुचारु सर्वाङ्गी कामिनीव प्रदृश्यते नो चेद्योनिमुखे ह्यस्यात् कथं रोमाञ्चसम्भवः तदेतस्या कुजस्पर्शात् सर्वं व्यक्तं भविष्यति इति सञ्चिन्त्य मनसा कुजयोनिं द्विजो स्पृतेद साभिमूर्च्छितरूपेव मन्दस्मितमुखाभवद आलिलिङ्गद्विजं गाढमाननं च चुचुम्बः तयोरथसमयोगो वर्षाणां शतमप्यभूद गते वर्षशदे पञ्चादेकस्मिन् दिवसे द्विज स्नातुं ययौ नदीं प्रातः साभि विप्रप्रसङ्गदः स्नानं तत्र तथा चक्रे पुराणं श्रुतवानथ कौर्मं समस्तपापानां नाशनं शिवभक्तिदम् इदं च पद्यं शुश्राव पुराणज्ञेन भाषितं ब्रह्मा मध्यपस्थेनस्तथैव गुरुदल्पकः कौर्मं पुराणं श्रुत्वैव मुच्यते पादकात्ततः श्रुत्वै तद्वचनं विप्रः पौराणिकमभाषद मया कृतानां पापानां न च सङ्ख्यास्ति काचन अशेषपापसन्दोहनाशनं तदिहोच्यतां पौराणिक उवाच आराधय स्वदेवेशं शङ्करं त्रिदशेश्वरं तस्य सम्पूजनाद्विप्र सर्वं पापं विनश्यति पापमेव तमः प्रोक्तं ज्ञानदीपेन नश्यति अथवा पूजया विप्र समस्ताखविनाशनं ज्ञानपूजाविहीनानां नरके पतनं ध्रुवं दधीज उवाच अध द्विजो ह्यभिगद शिवालयमनुत्तमं द्रोणपुष्पसहस्रेण पूजयामास शङ्करं गृहं जगाम च ततो भोजनं कृतवानथ विहाय क्षत्रियां विप्रो जगामेष्ठां भुवं ततः हविष्य मन्नमादाय भुक्त्या शाकृते शिवालयं गत्वा दीपस्थिताज्येन भोजनं कृतवान् बहिः अथ मृत्युवशं प्राप्तो यमलोकं जगाम वै यम उवाच त्वया कृतानां पापानां केषां चिन्नाशनं पुरा त्वयैकदिवसे पूजा शङ्करस्य यदकृता तव पापसहस्रं च प्रणष्टं भवतो द्विज स्थितानामपि पापानां फलं नरकपातनं वर्षकोटिद्वयं विप्र श्वानजन्मशतं पुनः शिवदीपाज्यहरणाद्फलं नरकसेवनं नरके च स्थितिस्तस्य शतवर्षं सुभीषणं कुम्भीपाके च काष्ठत्वं भस्मभूत्वा पुनः पुनः वर्षाणां दशकं त्वेवं कृमिभुक्तिपरं दश पुनश्च दीपवर्तित्वं वर्षाणां च तथा दश श्लेष्मा मेध्यपुरीषेषु मूत्ररेदो ह्रदेषु च उन्मज्य च निमज्याधश्लेष्म विण्मलमोचनं ततो नरकशेषेण श्वानजन्मशतं परं यमवाक्यमिति श्रुत्वा ब्राह्मणो निपपाद च अथ तस्य प्रिया भार्या पदि चिन्तापरा भवद एतस्मिन्नन्तरे तस्याः समीपं नारदोऽभ्यगाद नारदस्य पपातासौ पादयोरधिदुःखिता तामुद्धाप्य मुनिःशुद्धां गदायुषमभाषद अयि मुग्धे विशालाक्षि भर्तारं गन्तुमर्हसि भर्ता देहि विशालाक्षि मृदो बन्धुविवर्जितः नरोदितव्यं ते भद्रे ज्वलनं प्रविशस्वभोः ब्राह्मण्युवाच अशक्यं यदि वा शक्यं मया गन्तुं मुने वद अग्निप्रवेशकालो वै व्यतीतो न भवेद्यथा नारद उवाच योजनानां शतं त्वेकमितस्थानात् पुरं हि तत् श्वो दाह किल विप्रस्य भविदा गन्तुमर्हसि अव्ययोवाच दूरस्थितं कायनाथं गन्तुमर्हामि हे मुने तद्वजस्तु समाकर्ण्य नारदस्तमभाषत पिबिपंची लालसंस्थात्वं भवगच्छाम्यहं क्षणाद इत्युदीर्य तदा गत्वा त्वरां चक्रे गतं च तद् देशं नष्टद्विजस्थानं तामुवाचाव्ययं मुनिः रोदनं नेह कर्तव्यं यदि तत्राग्निमेष्यसि पापं यदि कृतं भद्रे परपुरुषसेवनं यदद्विशुद्धये पुत्रि प्रायचित्तं समाचर तवोपपादकव्रतनाशो वह्निप्रवेशनाद् नान्यत् पश्यामि नारीणां सर्वपापोपशान्तये अग्निप्रवेशं मुक्त्वैकं प्रायचित्तं जगत्त्रये दधि च उवाच अध नारदवाक्येन नोदिता सा वचोब्रवीत् अग्निप्रवेशे नारीणां किं कर्तव्यं महामुने नारद उवाच स्नानं मङ्गलसंस्कारो भूषणाञ्जनधारणं गन्धपुष्पं तथा धूपं हरिद्राक्षदधारणं मङ्गलं च तथा सूत्रं पादालक्तकमेव च शक्त्यादानं प्रियोक्तिश्च प्रसन्नास्य त्वमेव च नानामङ्गलवाद्यानां श्रवणं गीतकस्य च व्यभिचारकृते पापे तत्पापस्य प्रशान्तये अधीतं पादकं सृष्ट्वा प्रायश्चित्तं तदीरितं कुर्याद्धतस्वकां भूषां विप्राय प्रतिपादयेद् भूषा भावे स्वकीयेन प्रायश्चित्तं दुकारयेद् नान्यथा तस्य पापस्य नाशनं वेदि कुत्रचित् अव्ययोवाच सर्वमेतत् करिष्यामि हरिद्रा मेन विद्यते भूषणं किमुद ब्रह्मन् सर्वमेतत् प्रदीयतां नारद उवाच न ह्यस्ति किञ्चित् सौभाग्यद्रव्यमन्यत्वपेक्षया दधीज उवाच अधक्षणेनाभ्यगमत् कैलासं शिवमन्दिरं गिरिजामथ दृष्ट्वा सौ प्रणिपत्यदमब्रवीद हरिद्रादीयतां मादर्भूषणानि च सूत्रकं पार्वत्युवाच विधवायै मया किञ्चित् भूषणं दीयतां कथं मया दत्ते हि तस्मिन् वै वैधव्यं नोपपद्यते नारद उवाच मादर्नविधवा यावद्धवाङ्गं वर्तते स्त्रियः आदाहात्सूतकं नास्ति तिष्ठेत् सौभाग्यमुत्तमं पार्वत्युवाच न चान्यदेहो मद्भूषां हरिद्रां धर्तुमर्हति भूषणादौ मया दत्ते चिरञ्जीविदमिष्यते दीयते हि जयन्त्यैव सर्वमेदत्वयोदिदं जयन्तीं स जगामाध तया दत्तमधाहरद स्नपं त्या अव्ययायास्तु हरिद्रां दत्तवान् मुनिः ततः स सूक्ष्मवसनभूषणानि मुनिर्ददौ आहचैनां तवां तेष्ठिं खकरोदि नियुङ्क्ष्वतम् अव्ययो वाच त्वयैव मे समस्तानां क्रियाणां कारणं मुने पिदासि सर्वं कुर्वद्य नमस्ते मुनिसत्तम दधी च उवाच अदतं ब्राह्मणं दग्ध्वा नारदस्तामुवाचः अव्यये गच्छदहनं प्रविश त्वं यदीच्छसि अध सा भूषिता साध्वी त्रिप्रदक्षिणपूर्वकं नारदं तु नमस्कृत्य गौराङ्गीमर्पयन्मनः सुसूक्ष्मं मङ्गलं सूत्रं हरिद्रामक्षतांस्तथा कुसुमानि जवसांसि कस्तूरीचन्दनं तथा सौवर्णकङ्कतिकां च फलानि विविधानि च स्वदक्षिणादिवस्त्रान्तं स्पर्शयित्वा पृथक् पृथक् पार्वती प्रतिकामा सा पुरन्ध्रिभ्योऽखिलं ददौ ज्वालामालाभिराकाशं दहं तमिव चालनं त्रिप्रदक्षिणमागत्य स्थित्वाग्ने पुरतः सति इदं प्राह तदा वाक्यं प्राञ्जलिप्रसहन्मुखी अव्ययोवाच इन्द्रादयो दिशां पाला माधर्मेदिनि भास्कर धर्मादयसुरा सर्वे शृणुध्वं मम भाषितम् पाणिपीडनमारभ्य चैददन्तमहर्निशं वाक्मनकर्मभिर्भर्ता सेवितो यदि भक्तितः व्यभिचारो यथा न स्यादवस्तात्हृदये मम तेन सत्येन मे पत्या सार्धं यानं प्रयच्छत इत्युक्त्वा धस्वहस्ताग्रपुष्पकं द्रुतमाक्षिपद प्रविष्टाज्वलनं दीप्तमथा पश्यद्विमानकं सूर्येण सममुत्कृष्टमप्सरोगिदशोभिदम् आरुरोहविमानं स भर्त्रा साकं दिवं ययौ यमप्राहाधसम्पूज्य वनितां तां पतिव्रतम् अक्षयस्वर्ग एवेह न च पापं तवास्ति वै कोटिद्वयः समास्तत्र नरके हन्तपादकं मृष्टमेव न सन्देहः किन्तु पादकमेव च एकं शिवस्य दीपाज्यभक्षणेन समर्जितं न वापि नरके पादः श्वान जन्म शतं भवेद् अव्ययो वाच अग्निप्रवेशशुद्धानां पुनश्च नरकः कथम् अग्निप्रवेशात् सर्वेषां पापानां नाशनं भवेत् यम उवाच शिवद्रव्यापहारस्य पादकं नैव नश्यति इत्थं माहपुरा शम्भुरन्येषां नाशनं भवेद् अध श्वानतामाप्य शताब्दं स्यात्ततः परम् दधीजमन्दिरं प्राप्तो मृतो रास्य गतो हि सः तस्य भित्तिसमीपे दु भस्मास्ते ह्यभिमन्त्रितं भस्मनिष्वापपाताधममारज गदो यमं यमसम्पूज्या वनदो भवान् पुण्यतमो मुनिः मद्गेहे भवदस्थानं न योग्यं गम्यतां बहिः अध गत्वा बहिस्तस्थौ सारमेयो यमोदिदः सन्तापावस्थिदन्तं च नारदो दृष्टवानमुं पप्रच्छ च किमर्थं त्वमिह तिष्ठसि दीप्तिमन् शिव भस्मस्तुतमृतं शैवं जाने महामृदे शैवानां पापिनां चापि साहसेन तनुत्यजां यमलोको न चास्तीति शिवाज्ञा शिवनोदिदा दधी च उवाच युद्धमाभाष्यतं श्वानं कैलासमगमन्मुनिः दण्डवत्प्रणिपत्येशं व्यज्ञापयदधोहरं देव कश्चिद्यमपुराद् बहिरास्ते स कुक्कुरः भस्मन्येव मृदस्तद्वद्भवलोकं स चार्हति अथ मुख्यगणाविष्टो वीरभद्रशिवेरिदः आनयामास तं श्वानं दिव्यरूपधरं तदा महेशपादप्रणदं देवायादव्यजिज्ञपद आह महेश्वरो देवं गणमेनं गुरुष्वमे तथेदि शिवप्राह गणश्वानमुखो भवद दधी च उवाच अतुल्यं भस्ममाहात्म्यं मयोक्तं ते शुचिस्मिते इतः परं हि किं भूय श्रोतुमिच्छसि सुव्रते इति श्रीपद्मपुराणे पादालखण्डे शिवराघवसंवादे विभूतिमाहात्म्ये षडुत्तरशततमोऽध्यायः ओम्।